पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायम् 8 भीष्म उवाच बहुभिर्धरणीभुक्ता भूपालै श्रूयते पुरा पार्थिवाः पृथिवी योगात् पृथिवी कस्य योगतः किमर्थं च कृता संज्ञा भूमेः सा पारिभाषिकी गौरितीयं च संज्ञा वा भुव कस्माद्ब्रवीहि मे पुलस्त्य उवाच पुरा कृता युगस्यासीदङ्गो नाम प्रजापतिः मृत्योस्तु दुःखिता तेन परिणीतादिदुर्मुखी सुनीता नाम तस्यास्तु वेनो नाम सुतः पुरा अधर्मनिरधकामी बलवान्वसुधाधिपः लोकस्याधर्मकृच्चापि परभार्यापहारकः अथ तस्य प्रसिद्ध्यर्थं जगदर्थं महर्षिभिः अनुनीतोऽपि न ददावशुद्धात्मा भयं ततः शापेन मारयित्वैन मराजकभयार्दिताः ममं दुर्ब्राह्मणास्तस्य बलाद्देहमकल्मषाः तत्कायान्मध्यमाना तु जनिताम्लेच्छजादयः शरीरे माधुरं श्येन कृष्णां जनसमप्रभाः पिदुरं शस्यसंगेन धार्मिको धर्मकारकः उत्पन्नो दक्षिणाद्धस्तात् स धनुः सशरो गदी दिव्यतेजो मयः पुत्रः सरत्नकवचाङ्गदः पृथुरेवा भवन्नाम्ना स च विष्णुरजायत स विप्रैरभिषिक्तः संस्तभकृत्वा सुदुष्करम् विष्णोर्वरेण सर्वस्य प्रभुत्वमगमत्प्रभुः निःस्वाध्यायवषट्कारं निर्धर्मं वीक्ष्य भूतलं वेद्धुमेवोद्यतकोपाच्छरेणामिदविक्रमः ततो गोरूपमास्ताय भूः पलायितुमुद्यता पृष्टे त्वन्वगमत्तस्याः पृथुसेषु शरासनः ततस्तित्वैकदेशे तु किं करोमीति चाब्रवीद पृथुरप्यवदद्वाक्यमीप्सितं देहि सुव्रते सर्वस्य जगदशीघ्रं स्थावरस्य चरस्य च तथेदि चाब्रवीद्भूमिर्दुदोहस नराधिपः स्वके पाणौ पृथुर्वत्सं कृत्वा स्वायं भुवं मनुं तदन्नमभवद्दुग्धं प्रजा जीवन्ति येन तु ततस्तु ऋषिभिर्दुग्धा वत्स सोमस्तदाभवत् दुग्धा वाचस्पतिरभूत् पात्रं वेदस्तपोरसः देवैश्च वसुधा दुग्धा मरुद्दोग्धा तदाभवत् इन्द्रो वत्सः समभवत्क्षीरमूर्जस्वलं बलं देवानां काञ्चनं पात्रं पितॄणां राजतं तथा अन्तःकश्चाभवद्दोग्धा यमो वत्सस्वथारसः बिलं च पात्रं नागानां तक्षको वत्सको भवत विषं क्षीरं तदो दोग्धा धृतराष्ट्रो भवत्पुनः असुरैरपि दुग्धेयम् आयसे शत्रुपीडनम् पात्रे माया मभूद्वत्सप्राह्लादिस्तु विरोचनः दोग्धा त्रिमूर्धा तत्रासीन्माया येन प्रवर्तिता यक्षैश्च वसुद्धा दुग्धा पुरान्तर्धानमीप्सुभिः कृत्वा विश्वावसुं वत्सं मणिमं तं महीपदे प्रदरक्षो गणैर्दुग्धा वसारुधिरमुल्बणं रौप्यनाभो भवद्दोग्धा सुमालीवत्स एव च गन्धर्वैश्च पुनर्दुग्धा वसुधा साप्सरोगणैः वत्सं चित्ररथं कृत्वा गन्धान् पद्मदले तथा दोग्धाव सुरुचिर्नामाधर्ववेदस्य पारगः गिरिभिर्वसुधा दुग्धारत्नानि विविधानि च औषधानि च दिव्यानि दोग्धा मेरुर्महीधरः वत्सो बुद्धिमवांस्तत्र पात्रं शैलमयं पुनः वृक्षैश्च वसुधा दुग्धा क्षीरं छिन्नप्ररोहणं पालाश्च पात्रे दोग्धादु सालपुष्पवनाकुलः प्लक्षो भवत्तदो वत्स सर्ववृक्षवनाधिपः एवमन्यैश्च वसुधा तथा दुग्धा यथेच्छदः आयुर्धनानि सौख्यं च पृथौ राज्यं प्रशासदि न दारिद्र्यं तथा रोगी नाधनो न च पापकृत नोपसर्गान् चाकादपृथौ राज्यं प्रशासदि नित्यं प्रमुदिता लोका दुःखशोकविवर्जिताः धनुकोट्या च शैलेन्द्रानुत्सार्य स महाबलः भूमण्डलं समं चक्रे लोकानां हितकाम्यया न पुरग्रामदुर्गाणि न चायुधधरा नराः म्रियं ते यत्र दुःखं च नार्थशास्त्रस्य चादरः धर्मैकतानापुरुषा पृथौ राज्यं प्रशासदि कथितानि च पात्राणि यत्क्षीरं च यथा तव येषां येन रुचिस्तत्र तेभ्यो दत्तं विजानता यज्ञश्रीदेषु सर्वेषु मया तुभ्यं निवेदितम् दुहितृत्वं गदा यस्मात् पृथो पृथ्वी महामदे तस्यानुसारयोगा च पृथिवी विश्रुता बुधैः भीष्म उवाच आदित्यवंशमखिलं वद ब्रह्मण्यथाक्रमं सोमवंशं च तत्त्वज्ञ यथावद्वक्तुमर्हसि पुलस्त्य उवाच विवस्वान् कश्यपात्पूर्वमदित्यामभवत्पुरा तस्य पत्नीत्रयं तद्वत्संज्ञा राज्ञी प्रभा तथा रैवतस्य सुता राज्ञी रेवतं सुषुवे सुतं प्रभा प्रभातं सुषुवे त्वाष्ट्रं संज्ञा तथा मनुं यमश्च यमुना चैव यमलौ च बभूवधूः ततस्तेजोमयं रूपमसहन्ती विवस्वतः नारीमुत्पादयामास स्वशरीरादनिन्ददां त्वाष्ट्रिस्वरूपरूपेण नाम्ना चायेदि भामिनी किं करोमीदि पुरदः संस्थितां तामभाषत चाये त्वं भज भर्तारं मदीयं तं वरानने अपत्यानि मदीयानि मातृस्नेहेन पालय तथेत्युक्त्वा च सा देवमगात् कामाय सुव्रता कामयामास देवोऽपि संज्ञेयमिति चादराद जनयामास सावर्णिं मनुं मनुस्वरूपिणम् सवर्णत्वाच्च सावर्णेर्मनो वैवस्वतस्य दु तदस्सुतां च तपतीं त्वाष्ट्रीं चैव क्रमेण तु छायायां जनयामास संज्ञेयमिति भास्करः छाया स्वपुत्रे त्वधिकं स्नेहं चक्रे मनौ तदा न चक्षमे मनुपूर्वस्तद्यमक्रोधमूर्छितः सन्तर्जयामास तदा पादमुत्क्षिप्य दक्षिणं शशाप च यमं छाया भवदु कृमिसंयुधः पादोऽयमेको भविता पूयशोनिदविस्रवः निवेदयामास पिदुर्यमशापेन धर्षितः निःकारणमहं शप्तो मात्रा देव सकोपया बालभावान्मया किञ्चिदुद्यतश्चरणः सकृत मनुना वार्यमाणापि मम शापमदाद्विभो प्रायो न मादा सास्माकमस्मा स्नेहतो यतः देवोऽप्याहयमं भूय किं करोमि महामदे सौख्यात् कस्य न दुःखं स्यादथवा कर्मसन्ततिः अनिवार्या भवस्यापि का कथान्येषु जन्तुषु कृकवाकुस्तव पदे सकृमिं भक्षयिष्यति खं जं च रुचिरं चैव पादमेदद्भविष्यति एवमुक्तः समाश्वस्तस्तपस्तीव्रं चकारः वैराग्यात् पुष्करे तीर्थे फलभेनानि लाशनः पीतामहं समाराध्य यावद्वर्षायुधं पुनः तपःप्रभावादेवेश सन्तुष्टः पद्मसम्भवः वव्रे स लोकपालत्वं पितृलोकं तथा क्षयं धर्माधर्मात्मकस्यास्य जगतस्तु परीक्षणं एवं स लोकपालत्वमगमत्पद्मसम्भवाद पितॄणामाधिपत्यं च धर्माधर्मस्य चानख विवस्वानथ तज्ज्ञात्वा संज्ञाया कर्मचेष्टितं तुष्टुः समीपमगमदाचक्षे सरोषवान् तमुवाच ततस्त्वष्टा सान्त्वपूर्वमिदं वजः तवासहन्दी भगवंस्तेजस्तीव्रं तमोनुद बडवारूपमास्ताय मत्सकाशमिहागदा निवारिदा मया सा च त्वद्भयेन दिवस्पदे यस्मादविज्ञातमना मत्सकाशमिहागदा तस्मान्मदीयं भवनं प्रवेष्टुं न तवार्हति एवमुक्त्वा जगामाशु मरुदेशमनिन्दिता बडवारूपमास्ताय भूदले सम्प्रतिष्ठिता तस्मात् प्रसादं कुरु मे यद्यनुग्रहभागहम् अपन्नेष्यामि ते तेज कृत्वा यन्द्रे दिवाकरं रूपं तव करिष्यामि लोकानन्दकरं प्रभो तदेत्युक्तः सरविणा भ्रमे कृत्वा दिवाकरं पृथच्चकारतेजश्च चक्रं विष्णो प्रकल्पयत् त्रिशूलं चापि रुद्रस्य वज्रमिन्द्रस्य चापरं दैत्यदानवसंहर्दृ सहस्रकिरणात्मकं रूपं चाप्रतिमं चक्रे त्वष्टा पद्भ्यामृदे महद न शशाक च तद्द्रष्टुं पादरूपं रवेः पुनः अद्यापि च ततः पादौ न कश्चित् कारयेत् क्वचिद् ह्यः करोति स पापिष्ठो गतिमाप्नोति निन्दितां कुष्ठरोगमवाप्नोति लोकेऽस्मिन् दुःखसंज्ञितं तस्मान्न धर्मकामार्थी चित्रेष्वायतनेषु च न क्वचित् कारयेत् पादौ देवदेवस्य धीमतः ततः स भगवान् गत्वा भूर्लोकममराधिपः कामयामास कामार्तो मुख एव दिवाकरः स्वरूपेण महदा तेजसा च समन्वितः संज्ञा च मनसा क्षोभमगमद्भयविह्वला नासा पुडाभ्यामुत्सृष्टं परोऽयमिति शङ्कया तस्याधरेदसो जादावश्विना विधिनश्रुतं दस्रौ श्रुतित्वत्सं जादौ नासत्यौ नासिकाग्रतः ज्ञात्वा चिराच तं देवं सन्तोषमगमत्परम् विमानेनागमत्स्वर्गे पत्न्या सह मुदान्वितः सावर्णोऽपि मनुर्मेरावद्यापि तपते तपः शनिस्तपो बलाच्चापि ग्रहाणां समदां गदः यमुना तपति चैव पुनर्नद्यौ बभूवधुः विष्टिर्घोरात्मिका तद्वत् कालत्वेन व्यवस्थिता मनोर्वैवस्वतस्यापि दशपुत्रा महाबलाः इलस्तु प्रथमस्तेषां पुत्रेष्ट्या समकल्पीयः इक्ष्वाकुकुशनाभश्च अरिष्टो धृष्ट एव च नरिष्यन्धकरुषश्च शर्यातिश्च महाबलः पृषध्रश्चाथ नाभागः सर्वे ते दिव्यमानुषाः अभिषिच्य मनुःपूर्वमिलं पुत्रं स धार्मिकं जगामतपसे भूय पुष्करं स तपोवनम् अधा जगामसिद्ध्यर्थं तस्य ब्रह्मा वरप्रदः वरं वरय भद्रं ते मानवेय यथेप्सितम् उवाच स तदा देवं पद्माक्षं पद्मजं विभुं वंशे मे धर्मसंयुक्ता पृथिव्यां सर्वपार्थिवाः भवेयुरीश्वरा स्वामिन् प्रसादात्तवकं जज तथेत्युक्त्वा तु देवेशस्तत्रैवान्तरधीयत ततो योध्यां समागत्य समतिष्ठद्यथा पुरा अथैकदारथारूढ इलो निज सुदो मनोः निर्जगामार्थसिद्ध्यर्थमिनप्रायां महीमिमां भ्रमन् द्वीपानि सर्वाण्यक्ष्माभृदः सम्प्रसाधयन् जगामोपवनं शम्भो राधाकृष्टः प्रतापवान् कल्पद्रुमलताकीर्णं नाम्ना शरवणं महत रमदे यत्र देवेश सोमसोमार्थशेखरः उमया समयस्तत्र पुरा शरवणे कृतः पुंनाम संज्ञं यत्किञ्चिदागमिष्यदिनो वनं त्रित्वमेष्यति तत्सर्वं दशयोजनमण्डले अज्ञातसमयो राजा इलशरवणं गदः स्त्रीत्वं जगाम सहसा बडवाश्वो भवत्क्षणाद् पुरुषत्वे कृतं सर्वं स्त्रीकाये विस्मृतं ततः इलेदि सा भवन्नारी पीनोन्नतखनस्तनी उन्नतश्रोणिजखना पद्मपत्रायते क्षणा पूर्णेन्दुवदना तन्वी विलासिन्यसिते क्षणा पीनोन्नता यदभुजा नीलकुञ्चिदमूर्धजा तनुलोमा सुवदना मृदुगद्गदभाषिणी श्यामा गौरेण वर्णेन तनुताम्रनखाङ्कुरा कार्मुकभ्रूयुगोपेदा हंसावरणगामिनी भ्रममाणा वने तस्मिन् चिन्तयामास भामिनी को मे पिता वा भ्रादा वा को मे त्रादा भवेदिह कस्य भर्तुरहं दत्ता कियद्वर्षास्मि भूतले चिन्तयन्ती च ददृशे सोमपुत्रेण साङ्गना इलारूप समाक्षिप्त मनसा वरवर्णिनी बुद्धस्तदाप्तये यत्नमकरोत् कामपीडितः विशिष्टाकारवान्मुण्डी स कमं डलुपुस्तकः वेणुदण्डकृदावेश पवित्रकखनित्रकः द्विजरूपशिखिब्रह्म निगदन् कर्णकुण्डली वडुभिश्चार्थिभिर्युक्तसम्मित् पुष्पकुशोदकैः कालेऽन्विष्यां ततस्तस्मिन्नाजुहावसतामिलां बहिर्वनस्यां तरिद किल पादपमण्डपे ससम्भ्रममकस्माच्च सोपालम्भमिवाभवद त्यक्त्वाग्निहोत्र शुश्रूषां क्व गदा मन्दिरान्मम इयं विहारवेलादे अधिक्रामदि साम्प्रतं येह्येहि पृथुशुश्रोणि सम्भ्रान्ता केन हेतुना इयं सायं तनीवेला विहारस्येह वर्तते कृत्वोपलेपनं पुष्पैरलं कुरु गृहं मम साब्रवीद्विस्मृताहं च सर्वमेव तपोधन आत्मानं त्वां च भर्तारं कुलं च वद मे नख बुध प्रोवाच तां तन्वी मिला त्वं वरवर्णिनि अहं च कामुको नाम बहुविद्यो बुधस्मृतः तेजस्विनकुले जाधपिता मे ब्राह्मणाधिपः यदि सा तस्य वचनात् प्रविष्टा बुधमन्दिरम् रत्नस्तम्भसमाकीर्णं दिव्यमायाविनिर्मितम् इलाकृतार्थमात्मानं मेने तद्भवने स्थिता अहो वृत्तमहो रूपमहो धनमहो कुलं मम चास्य च भर्तुर्वा अहो लावण्यमुत्तमं रेमे च सा तेन सममधिकालमिलावने सर्वभोगमये गेहे यथेन्द्रभवने तथा अथान्विष्यं दो राजानं भ्रातरस्तस्य मानवाः इक्ष्वाकुप्रमुखा जग्मुस्तदा शरवणान्तिकम् ततस्ते ददृशु सर्वे वडवामग्रधस्थितां रत्नपर्यन्तकिरणदीप्यमानामनुत्तमां सम्प्राप्य प्रत्यभिज्ञानात् सर्वे विस्मयमागताः अयं चन्द्रप्रभो नाम वाजी तस्य महात्मनः अगमद्वडवारूपमुत्तमं केन हेतुना ततस्तु मैत्रावरुणिं पप्रच्छुस्वपुरोहितम् किमेतदित्यभूच्चित्रं वदयोगविदं वर वसिष्ठोऽप्यब्रवीत् सर्वं दृष्ट्वा तं ध्यानचक्षुषा समयशम्भुदयिता कृतशरवणे पुरा यः पुमान् प्रविशेच्चात्र स नारीत्वमवाप्स्यति अयमश्वोऽपि नारीत्वमगाद्राज्ञा सहैव तु किल पुरुषतामेदि यथासौ धनतोपमः तथैव यत्नः कर्तव्य आराध्य च पिनाकिनं तदस्ते मनवा जग्मुर्यत्र देवो महेश्वरः तुष्टुवुर्विविधैः स्तोत्रैः पार्वती परमेश्वरौ तावूचतुरलं चैष समय किं नु साम्प्रतम् इक्ष्वाकोरश्वमेधेन यद्फलं स्यात्तदा वयोः दत्त्वा किं पुरुषो वीरस भविष्यत्यसंशयं तदेत्युक्त्वा तु ते सर्वे जग्मुर्वैवस्वदात्मजाः इष्टाश्वमेधेन तद इला किं पुरुषो भवत मासमेकं पुमान् वीरस्त्रीत्वं मासमभूत् पुनः बुधस्य भवने तिष्ठन्निलो गर्भधरो भवत अजीजनत्पुत्रमेकमनेकगुणसंयुतं बुध उत्पाद्य तं पूरुं सस्वर्गमगमत् पुनः इलस्य नाम्ना तद्वर्षमिलावृतमभूत्तदा सोमार्कवंशजो राजा इलो भूद्वंशवर्धनः एवं पुरुरवाः पुरोरभवद्वंशवर्धनः इक्ष्वाकुरर्कवंशस्य तथैवोक्तो नरेश्वरः इल किं पुरुषत्वे च सुद्युम्न इति चोच्यते पुनः पुत्रत्रयमभूत् सुद्युम्नस्यापराजितम् उत्कलोध गयस्तद्वधरिस्ताश्वश्च वीर्यवान् उत्कलस्योत्कला नाम गयस्य तु गयापुरी हरिताश्वस्य दिग्याम्या संज्ञादा कुरुभिः सह प्रतिष्ठानेऽभिषिच्याथ स पुरुरवसं सुतम् जगामेलावृतं भोक्तुं दिव्यं वर्षं फलाशनः इक्ष्वाकुर्ज्येष्ठदायादो मध्यदेशमवाप्तवान् नरिष्यं तस्य पुत्रो भूच्छुको नाम महाबलः नाभागादम्बरीषस्तु दृष्टस्य दु सुदत्रयं दृष्टके दुःस्वधर्माधो रणदृष्टश्च वीर्यवान् अनर्थो नाम शर्याते सुकन्या चैव दारिका आनर्तस्याभवत्पुत्रो रोचमानप्रतापवान् आनर्तो नाम देशोऽभून्नगरी च कुशस्थली रोचमानस्य रेवो भूद्रेवाद्रैवत एव च कगुत्मी चापरं नाम ज्येष्ठपुत्रशतस्य च रेवती तस्य सा कन्या भार्या रामस्य विश्रुता करूषा चैव कारूषा बहवः प्रथिता भुवि पृषध्रो गोवधाच्छूद्रो गुरुशापादजायत इक्ष्वाकुपुत्रा नाम्नाथ विकुक्षि निमिदण्डकाः श्रेष्ठा पुत्रशतस्यासन् पञ्चाशच्चाथ तत्सुताः मेरोरुत्तरतस्ते तु जाताः पार्थिवसत्तमाः चत्वारिंशत्तथाष्टान्ये शतमध्ये च ये भवन् मेरोर्दक्षिणतश्चैव राजानस्ते प्रकीर्तिताः ज्येष्ठात् ककुस्थनामाभूत्सुतस्तस्य सुयोधनः तस्य पुत्रः पृथुर्नाम विश्वस्तस्य पृथोसुदः आर्द्रस्तस्य च पुत्रो भूद्युवनाश्वस्तदोऽभवद युवनाश्वस्य पुत्रो भूच्चावस्तो नाम वीर्यवान् निर्मिता येन शावस्ती ह्यङ्गदेशे नराधिप शावस्तात् बृहदश्वोऽभूत् कुवलाश्वस्तदोऽभवद दुन्दुमारत्वमगमद्धुन्धुं हत्वासुरं पुरा तस्य पुत्रास्त्रयो जादा दृढाश्वो कृणिरेव च कपिलाश्वश्च विख्यातो धौधुं मारिः प्रतापवान् दृढाश्वस्य प्रमोदस्तु हर्यश्वस्तस्य चात्मजः अर्यश्वस्य निकुम्भोभूत्संहताश्वस्ततो भवद अकृताश्वो रणाश्वश्च संहताश्वसुधावुभौ युवनाश्वो रणाश्वस्य मां धाता च ततो भवद मां धातु पुरुकुत्सो भूद्धर्मसेतुश्च पार्थिवः मुचुकुन्दश्च विख्यातशक्रमित्रः प्रतापवान् पुरुकुत्सस्य पुत्रो भूद्दुःसहो नर्मदापतिः सम्भूदिस्तस्य पुत्रो भूत्रिधन्वा च तदोऽभवद त्रिधन्वनसुतो जातस्त्रय्यारुण इति स्मृतः तस्य सत्यव्रतो नाम तस्मात् सत्यरथस्मृतः तस्य पुत्रो हरिश्चन्द्रो हरिश्चन्द्राच्च रोहितः रोहताच्च वृको जादो वृकात् बाहुरजायत सगरस्तस्य पुत्रो भूद्राजा परमधार्मिकः द्वे भार्ये सगरस्याभिप्रभा भानुमती तथा ताभ्यामाराधितपूर्वम् मौर्वाग्निपुत्रकाम्यया और्वस्तुष्टस्तयोप्रादाद्यथेष्टं वरमुत्तमम् एकाषष्टिसहस्राणि सुतमेकं तथा परा अगृह्णाद्वंशकर्तारम् प्रभा गृह्णात् बहून् सुदान् एकं भानुमदीपुत्र मगृह्णादसमञ्जसं ततः षष्टिसहस्राणि सुषुवे यादवी प्रभा खनं तः पृथिवीं दग्धा विष्णुना येष्वमार्गणे असमं जस्तु तनयोह्यं शुमान्नामविश्रुतः तस्य पुत्रो दिलीपस्तु दिलीपात्तु भगीरथः येन भागीरथी गङ्गा तपः कृत्वावतारिदा भगीरथस्य तनयो नाभाग इति विश्रुतः नाभागस्याम्बरीषो भूत् सिन्धुद्वीपस्ततो भवद तस्यायुतायुः पुत्रो भूत् धृतुपर्णस्ततो भवद तस्य कल्माषपादस्तु सर्वकर्मा तदस्मृतः तस्यानरण्यपुत्रो भून्निघ्नस्तस्य सुतो भवद निघ्नपुत्रावुभौ जादा वनमित्र रघुतमौ अनमित्रो वनमगादरिनाशकृते नृप रघोरभूद्दिलीपस्तु दिलीपाच्चाप्यजस्तथा दीर्घबाहुरजाज्ञातप्रजापालस्तदो भवद तदो दशरथो जातस्तस्य पुत्रचतुष्टयं नारायणात्मकाः सर्वे रामस्तस्याग्रजो भवत रावणान्धकरस्तद्वद्रघूणां वंशवर्धनः वाल्मीकिर्यस्य चरितं चक्रे भार्गवसत्तमः तस्य पुत्रकुशो नाम इक्ष्वाकुकुलवर्धनः अतिथिस्तु कुशाज्जादो निषद्धस्तस्य चात्मजः नलस्तु निषद्धाज्जादो नभास्तस्मादजायत नभः सः पुण्डरीको भूत् क्षेमधन्वा ततः परं तस्य पुत्रो भवद्वीरो देवानीकः प्रतापवान् अहीनगुस्तस्य सुदसहस्राश्वस्ततः परः ततश्चन्द्रावलोकस्तु तारापीडस्तदो भवद तस्यात्मजश्चन्द्रगिरिश्चन्द्रस्तस्य सुदो भवद श्रुतायुरभवत्तस्माद्भारते यो निपातितः न लौ द्वावेव विख्यातौ वंशे यस्य विशेषतः वीरसेन सुदस्तद्वन्नैषधश्च नराधिपः ये देविवस्वतो वंशे राजानो भूरि दक्षिणाः इक्ष्वाकुवंशप्रभवाः प्राधान्येन प्रकीर्तिताः इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे आदित्यवंशकथनं नामाष्टमोऽध्यायः ॐ